नमस्कारः. अस्माकं पाणिनीयवर्गे सर्वेषां स्वागतम्. केषु गणेषु गुणः सम्भवति धात्वाङ्गे इति विषयः अनुवर्तते. वयं दृष्टवन्तः गते वर्गे प्रत्येकं गणं स्वीकृत्य प्रत्येकं गणस्य विकरणप्रत्ययः कः, प्रत्ययस्य स्वभावः कः, गुणः सम्भवति न वा इति तत्सर्वं वयं परिशीलितवन्तः. पुनः पुनस्मरणार्थं किञ्चित् अत्र पश्यामः. विनय महोदय, स्वागतं. नमस्कारः. नमस्कारः भगिनि. नमस्कारः. तर्हि अत्र अत्र लक्ष्मीभगिनी आरम्भं करोति वा? अत्र विकरणप्रत्ययाः धातोः परे सन्ति, ततः आरभ्य पठतु चतुर्थः बिन्दुः. हा, पठिष्यामि भगिनि. विकर्णप्रत्ययाः धातोः परे सन्ति, अतः सर्वे विकर्णप्रत्ययाः सार्वधातुकसंज्ञकाः अथवा आर्धधातुकसंज्ञकाः. धातुगणम् अनुसृत्य विकर्णप्रत्ययाः फादिगणे शप्, अदादिगणे नास्ति शप् लुक् नामलोपः, जुहोत्यादिगणे नास्ति शपः श्लु नामलोपः, दिवादिगणे श्यन्, स्वादिगणे श्नु, तुदादिगणे शा, ऋथादिगणे श्नम्, तनादिगणे ऊ, क्र्यादिगणे श्ना, चुरादिगणे शप् च. अत्र सार्वधातुक आर्थधातुकसंज्ञकाः के इति पश्यति चेत्, सर्वे विकर्णप्रत्ययाः एव सार्वधातुक आर्थधातुकसंज्ञकाः. ते धातोः परे एव भवन्ति इति तत्र दत्तम्. धातुगणम् अनुसृत्य विकर्णप्रत्ययाः एतादृशं भवति. फादिगणे शप् विकर्णप्रत्ययः भवति, अदादिगणे शप् भवति किन्तु लोप्यते, जुहोत्यादिगणे शप् श्लु तदपि लोपं भवति, दिवादिगणे श्यन् भवति, स्वादिगणे श्नु इति विकर्णप्रत्ययः, तुदादिगणे शा इति प्रत्ययः, रुधादिगणे श्नम् इति विकर्णप्रत्ययः, तनादिगणे ऊ तत्तु आर्थसाधुकसंज्ञा भवति, क्र्यादिगणे श्ना, चुरादिगणे शप् इति विकर्णप्रत्ययाः भवन्ति. पठामि वा अग्रे? एकक्षणम्. अत्र एते सर्वे प्रत्ययाः सार्वधातुकाः आर्धधातुकाः इति उक्तवती, किमर्थं तथा? तिंश्चित् सार्वधातुकम् इति तिङ् शकाराः सर्वे च सार्वधातुकं भवति. अनन्तरं धातोः परे याः सन्ति ते सर्वे सार्वधातुक आर्धधातुकसंज्ञकाः संज्ञाः इति नाम. हा, तिंश्चित् सार्वधातुकम् इत्युक्ते यः प्रत्ययः तिङ् अथवा षित् अस्ति शकारः इत्यस्य सः सार्वधातुकः इति जानीमः. आर्धधातुकः कः? आर्वधातुकः तनादि ये सार्वधातुगणे नास्ति सार्वधातुकसंज्ञकाः ये न ते आर्थधातुकसंज्ञा इति वदन्ति. समीचीनं. सम्यक्, समीचीनं. तर्हि अत्र अत्र भुवादिगणे का गतिः, गुणस्य प्रसक्तिः अस्ति वा? गुणस्य प्रसक्तिः अस्ति भुवादिगणे अस्ति, चुरादिगणे च गुणं सम्भवति. प्राप्तिः अपि अस्ति वा? प्रसक्तिः अस्ति. प्राप्तिः च इति प्राप्तिः न जानामि. हा, प्राप्तिः इत्युक्ते तत्र अन्ततो गत्वा सूत्रस्य कार्यं भवति वा इति मन्ये अस्ति इति मन्ये. सत्यं, सत्यं. तर्हि अत्र सूत्रद्वयं किं? सूत्रद्वयं सार्वधातुक अर्थधातुकयोः पुगन्धलघूपथस्य च इति सूत्रद्वयेन गुणः भवति, इको गुणः भवति. सत्यं, सत्यं. बहु समीचीनं भगिनि. सम्यक्, सम्यक्. अग्रे अत्र वसन्ति भगिनी अत्र वदति वा, अत्र अदादिगणे गुणः सम्भवति वा? अदादिगण शप् विकर्णप्रत्ययः नास्ति, शप् लुक् लोपः, अतः गुणः न सम्भवति. विकरणप्रत्ययं निमित्तीकृत्य गुणः न सम्भवति खलु? विकरणप्रत्ययः एव नास्ति खलु? नास्ति. अतः तत् प्रत्ययं निमित्तीकृत्य किमपि कार्यं नास्ति. अस्तु अस्तु. ज्योत्यादिगणे विकरणप्रत्ययः नास्ति, तत् शप्श्लु नाम लोपः. सो गुणः न सम्भवति. सत्यम्. अस्तु, समीचीनम्. अग्रे उमा भगिनी वदतु, अत्र दिवादिगणे का गतिः? दिवादिगणे षन् विकरणप्रत्ययः प्रसक्तिः अस्ति किन्तु न सम्भवति. किमर्थम्? पकारः नास्ति. तर्हि अत्र कथं किं वक्तव्यम्? किं वक्तव्यं? हा, किं वक्तव्यम् अत्र? पित्वं नास्ति, तर्हि किं वक्तव्यम्? अपित् अस्ति, तर्हि गुणः प्रसक्तिः अस्ति चेत् न सम्भवति. परन्तु सूत्राणि वक्तव्यानि भगिनि, अत्र कथं न भवति इति वक्तव्यं खलु. किमर्थं न भवति? शन् इति विकरणप्रत्यय लशक्वतति इति सूत्रेण शकारः लोपः तस्य लोपः द्वयोः सूत्रेण सूत्रयोः शकारः लोपः भवति, नकारः हलन्त्यम् इति सूत्रेण सत्यं हलन्त्यम् इति लोपः भवति, सूत्रेण लोपः भवति, यकारः मात्रमे अवशिष्यते. तस्मात् गुणस्य गुणकार्यस्य प्रसक्तिः अस्ति चेत् न सम्भवति. किमर्थं न सम्भवति? अत्र गीताञ्जलि भगिनी साहाय्यं करोतु. गीताञ्जलि भगिनी वदतु. भगिनी, अपित् अस्ति चेत् गुणकार्यं पूर्णं न भवति. शीत् अस्ति चेत् प्रसक्ति, किन्तु अपित् श्रूयते भगिनि, किञ्चित् उच्चैः वदतु भगिनि, न श्रूयते. भगिनि अहं आम् एक निमिषं भगिनि. अपित् अस्ति चेत् गुणकार्यं न भवति अत्र. तदेव सा अपि उक्तवती खलु अत्र. आं भगिनि, इतोपि किञ्चित् वदतु. सूत्र अस्ति, अपित् अस्ति चेत् निति च निति च इति वदति. न, तस्मात् पूर्वं तत्र निति च इत्यस्य प्रसक्तिः कथं भवति तद्वत् वक्तव्यं खलु. तत् सार्वधातुकम् अपित् इत्युक्ते सार्वधातु यदि अपित् अस्ति चेत् अपित् ङित् संज्ञा स्वीकरोति. तदनन्तरं अपित् इत्युक्ते ङित्, तदनन्तरं ङिति च सूत्रं प्रसक्तिः इत्युक्ते ङिति च इति वदति. केवलं यः प्रत्ययः यः प्रत्ययः ङित् अस्ति चेत् एव गुणकार्यं गुणकार्यस्य निषेधः निषेधः गुणबाधकं सूत्रमस्ति ङित् अस्ति चेत् गुणकार्यं बाधकम् अत्र ष्यन् इति कीदृशम् अस्ति इदानीं ष्यन् कीदृशम् इत्युक्ते ष्यन् इति ङित् अस्ति सत्यं निद्वद् अस्ति क्षम्यतां भगिनि क्षम्यताम् हा चिन्ता नास्ति निद्वत् अस्ति ष्यन् इति प्रत्ययः निद्वत् अस्ति अधुना सार्वधातुकम् अपित् इति सूत्रेण निद्वत् अस्ति किमर्थं निद्वत् अस्ति यतोहि पित्वं नास्ति ष्यन् इति प्रत्यये पकारः इत् नास्ति अतः अपित् अस्ति अपित् अस्ति चेत् यत्र प्रत्ययः सार्वधातुकः अस्ति अपि च अपित् अस्ति तर्हि तत्र सार्वधातुकम् अपित् इति सूत्रम् आगच्छति तेन सूत्रेण प्रत्ययः निद्वत् अस्ति अधुना ष्यन् निद्वत् अस्ति अतः क्निति च इति सूत्रेण गुणनिषेधः यत्र प्रत्ययः कित् गित् नित् अस्ति तत्र तादृशप्रत्ययः गुणकार्यस्य निमित्तं न भवति अतः गुणनिषेधः अस्तु अस्तु अत्र अग्रे किम् अस्ति भगिनि गित् कित् इति अपि यत्र प्रत्ययः प्रत्यये ककारस्य संज्ञा भवति सः प्रत्ययः कित् यत्र प्रत्यये गकारस्य यत्संज्ञा भवति सः गित् अत्र तु सार्वधातुक लट् लोट् लङ् विधिर्लिङ् एतेषु लकारेषु कित् गित् किमपि नास्ति आर्धधातुकलकारेषु एव तर्हि अस्माकम् इदानीम् अवधानं नित् प्रत्ययस्य विषये नित् अथवा निद्वत् इति प्रत्ययस्य विषये अस्तु अत्र गीता भगिनी वदतु अग्रे स्वादिगणे सर्वदा सार्वधातुकम् अपित् अपित् अस्ति चेत् सर्वदा नित्वत् भवति एव न सत्यम् ओके सर्वदा तत्र विकल्पः किमपि नास्ति अस्तु गीता भगिनी अग्रे वदतु स्वादिगणे स्वादिगणे विकरणप्रत्ययः अस्ति श्नु अत्र विकरणप्रत्ययः अस्ति अपित् सार्वधातुकम् अपित् निति च सूत्रेण निद्वत् भवति गुणं गुणबाधकम् अस्ति गुणं न भवति निद्वत् केन सूत्रेण भवति निद्वत् भवति सार्वधातुकम् अपि इति सूत्रम् समीचीनं तर्हि श्नु इति प्रत्ययः अपित् अस्ति अतः सार्वधातुकम् अपित् इत्यनेन निद्वत् इदानीं नित् अस्ति अतः क्निति च इति सूत्रेण तत्र गुणकार्यं न सम्भवति यद्यपि सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च द्वयोः सूत्रयोः प्रसक्तिः भवति स्वादिगणे यत्र अङ्गस्य अन्ते इक्वर्णः अस्ति चेत् सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः उपधायाम् इक्वर्णः अस्ति चेत् उगन्तलघुपदस्य च इत्यस्य प्रसक्तिः यद्यपि प्रसक्तिः अस्ति द्वयोः सूत्रयोः तथापि प्राप्तिः न भवति यतोहि निति च इति सूत्रेण गुणनिषेधः भवति हा सत्यम् अस्तु महोदय पुगन्तलघुपदस्य च तत्र पुगन्धस्य लघुपदस्य च इति तस्य अर्थः पुगन्ध इत्युक्ते किम् अस्ति हा वयं तु पूर्वं पठितवन्तः भगिनि अत्र अहं करपत्रं प्रेषयामि अनन्तरं पठतु अस्तु तत्र पुगन्तम् इत्युक्ते किं यत्र पुग आगमः भवति पुगन्तं भवति इति कुत्रचित् निजन्तप्रसङ्गे पुगागमः भवति तस्मिन् विषये करपत्रं प्रेषयामि अनन्तरं पठतु अस्तु भगिनि धन्यवादः तत्र पुगन्तं लघुपदस्य इति तु वयं जानीमः लघुपदस्य लघु उपदा यस्य इत्युक्ते तादृश अङ्गं यत्र लघु उपदा अस्ति लघु उपदा इत्युक्ते यत्र ह्रस्व इक् वर्णः अस्ति इ उ ऋ ह्रस्ववर्णः अस्ति चेत् तत्र लघु उपधा इति वदामः. उपधा इत्युक्ते लास्ट् बट् वन् खलु? सत्यं. तत्र लघु अपि लघु अपि भवति वा? तत्रैव लघुवर्णः भवेत्, लघु इक् वर्णः, तदेव लघुपद. अत्र पुगन्तलघुपदस्य च इति सूत्रे दलद्वयम् अस्ति, कार्यद्वयम् अस्ति, यत्र पुगन्तमङ्गम् अस्ति अपि च यत्र लघुपद अस्ति. पुगन्तमङ्गम् इदानीं त्यजतु, अस्माकं विषयः नास्ति, अनन्तरं पठतु. परन्तु लघु उपधा यत्र उपधायां लघु इक् वर्णः अस्ति. अस्तु अस्तु, अग्रे शोभा भगिनी अग्रे वदतु, तुदादिगणे. आं भगिनि, तुदादिगणे शा इति प्रत्ययः, विकरणप्रत्ययः, तत्र शा शकारस्य लषक्वतदित इत्यनेन शकारस्य लोपः, तस्य लोपः इत्यनेन, क्षमतां, तदेव तत्र लोपः भूत्वा अकार एव तिष्ठति. तत्र शकारः षित् अपि अस्ति, षित् भवति तस्य. षित् अस्ति चेत् पकारः नास्ति इति कृत्वा तत्र अपित् अपि, अतः सार्वधातुकम् अपित् इति सूत्रं कार्यं करोति. सार्वधातुकम् अपित् सूत्रं वदति अपित् अस्ति चेत् णित् इव भवतु इति. अधुना णित् इत्यस्य कारणेन क्णिति च इति सूत्रं, सूत्रस्य प्रसक्तिः, तत्र गित् कित् वा णित् अस्ति चेत् तत्र गुणकार्यः वा वृद्धिकार्यः वा न भवति. अतः गुणस्य अस्मिन् प्रसङ्गे गुणस्य निषेधः, तत् अतः तत्र गुणः न भवति. सुधादिगणे सत्यं सत्यं, समीचीनं भगिनि, तथैव. अपि च रुदादिगणे किं भवति, भवती वदतु. रुधादिगणे श्नम् इति प्रत्ययः, तत्र तु तत्रापि शकारस्य लषक्वतदित इत्यदे इत्यनेन लोपः, मकारस्य हलन्त्यम् इत्यनेन संज्ञा, क्षमतां, शकारस्य मकारस्य प्रथमतया संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपः, नकारः एव तिष्ठति तत्र. तत्र किञ्चित् तत्र नकारः एव तिष्ठति वा? न न, तत्र धातोः मध्ये आगच्छति विकरणप्रत्ययः. तत्तु समीचीनम्, अत्र किं तिष्ठति, किम् अवशिष्यते? शकार मकारयोः लोप लोपस्य अनन्तरं न इति, न इति तिष्ठति, नकार नकारः न इति विकरणप्रत्ययः तिष्ठति. एवमेव श्यन् इति प्रत्यये अपि तत्र कोऽपि उक्तवान् य इति तिष्ठति, न तु यकारः. अपि च तस्मिन् गणे एव विकरणप्रत्ययः धातोः मध्ये आगच्छति, अतः परं धातोः परं नास्ति, अतः तत्र अस्मिन् प्रत्ययस्य कार्यम् एव न भवति, भवितुं न अर्हति, किमर्थं चेत् परं नास्ति इति कृत्वा. सत्यं सत्यं, बहु समीचीनं भगिनि, सम्यक्. तर्हि तत्र श्नम् इति प्रत्ययः धातोः मध्ये उपविशति, अतः इदानीं धातोः परे नास्ति. धातोः परे नास्ति इति कृत्वा सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च द्वयोः प्रसक्तिः एव नास्ति. यत्र सार्वधातुकप्रत्ययः परः अस्ति तत्र एव गुणकार्यं भवति, अत्र तु परः नास्ति, धातोः मध्ये एव अस्ति, अतः अङ्गम् अङ्गस्य भागः भवति श्नम् इति प्रत्ययः, अतः तत्र गुणकार्यं न सम्भवति. श्नम् प्रत्ययं निमित्तीकृत्य गुणकार्यं न सम्भवति. अस्तु, अत्र विनय महोदय अग्रे वदतु, तनादिगणे. ओन् मिनिट् विद्या भगिनि, एकः संशयः, श्न मध्ये यु सेड् नकारः अण्ड् न, देर् इस् अ डिफ़रेन्स्, वाट् इस् द डिफ़रेन्स्, केन् यु एक्स्प्लेन् दट्? श्नम् इति प्रत्यये तत्र शकारमकारयोः लोपः भवति खलु? न, दट् अण्ड् ऐ अण्डर्स्टुड्, वाट् इस् द डिफ़रेन्स् बिट्वीन् न अण्ड् नकार? भवती एव वदतु, न इति अत्र कति वर्णाः सन्ति? पड न इत्यत्र कति वर्णाः सन्ति? इन् प्लस् आ न हा नकारः इत्यत्र कति वर्णाः सन्ति नकारः इन्नलो हा नकारः इति व्यञ्जनमस्ति खलु इति हल् वर्णः अस्ति तत्र स्वरः नास्ति न इति वदामः चेत् तत्र स्वरः अपि अस्ति अतः भेदः अस्ति अत्र किम् अवशिष्यते नकारः इति वदामः चेत् रूप यदा रूपं साधयामः तत्र असाधुरूपं प्राप्नुमः अत्र नकारः न इति अस्ति अस्तु अस्तु विनय् महोदय वदतु अग्रे तनादिगणे तनादिगणे तनादिगण सार्वधातुक आर्धातुकयोः आर्धातुक प्रत्ययः अस्ति यदि आर्धातुकप्रत्ययः अस्ति तर्हि गुण सम्भवति अत्रापि किञ्चित् गित्वात् कित्वात् हिन्त्वात् च गुणकार्यबाधः परन्तु अतः गित् कित् इन्त् च नास्ति चेत् बाधा नास्ति आर्धातुकप्रत्ययस्य प्रसङ्गे सार्धातुकम् अपित् इति सूत्रस्य प्रसङ्गः नास्ति अतः अपित्वात् बाधा न भवति सत्यं सत्यं बहु समीचीनम् अत्र उ इति प्रत्ययः आर्धातुकः कथमिति अहं उ इति प्रत्ययः आर्धधातुकः इति उक्तवान् कथं ज्ञातवान् ओ सार्वधातुक अनपेक्षित सार्वधातुकं संज्ञा सूत्रमस्ति यथा श न भवति तर्हि षित् प्रत्ययः नास्ति तावत् पर्याप्तं वा षित् नास्ति इति तु समीचीनं षित् नास्ति अतः आर्धधातुकः तत्र किञ्चित् वक्तव्यम् इतोपि अर्धधातुकशेषः आर्धधातुकं शेषः इत्युक्ते यः प्रत्ययः तिङ्क्षित् भिन्नः अस्ति यः प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति सः प्रत्ययः आर्धधातुकः केन सूत्रेण हा आर्धधातुकं शेषः इत्युक्ते यः अवशिष्टः किम् अवशिष्यते अत्र इति चेत् तिङ्क्षित् भिन्नः अवशिष्यते इत्युक्ते यः प्रत्ययः तिङ् नास्ति स अपि च षित् नास्ति सः प्रत्ययः आर्धातुकः अपि च धातुभ्यः विधीयमानः प्रत्ययः इति मुख्यविषयः अस्ति धातुभ्यः विधीयमानः प्रत्ययः तिङ् अथवा षित् अस्ति चेत् सार्वधातुकः धातुभ्यः विधीयमानः प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति चेत् सः प्रत्ययः आर्धधातुकः अस्तु समीचीनम् अस्तु राहुल् महोदय अग्रिमं करोतु अस्ति वा भगिनि का अस्ति हलो हा का अस्ति गतवार करपत्रं मया प्रेषितम् आसीत् खलु मम ई पत्रे आसीत् प्राप्तवती वा न प्राप्तवती वा न प्राप्तवती भगिनि हा इदानीं प्रेषयामि भवत्या प्रेषयामि अस्तु धन्यवादाः हरि ओम् हरि ओम् क्रयादिगणे प्रश्ना इति विकरणप्रत्ययः लशक्वतद्धिते इत्यनेन इत्संज्ञा भूत्वा अनन्तरं तस्य लोपः इति कारणेन ना इति एव अवशिष्यते षित् अस्ति अतः एतत् सार्वधातुकमस्ति सार्वधातुकप्रत्ययः अस्ति अतः किन्तु अपित् अस्ति अतः सार्वधातुकमपित् ङिति च इत्यनेन एतत् अत्र गुणकार्यं न सिद्ध्यते. सत्यं सत्यं, बहु समीचीनम्. अग्रिमं चुरादिगणे अहमेव वा? भवानेव करोतु, अत्र पूर्वमपि दृष्टमासीत् खलु. आमां, चुरादिगणे अपि विकरणप्रत्यये शप् अस्ति. लशकुतते हलन्त्यम् इत्यनेन सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः इति कारणेन अ इति अवशिष्यते. किन्तु अत्र आदौ निजन्तं भूत्वा अनन्तरं गुणकार्यं भवति. सत्यं सत्यं, समीक्षणं. चुरादिगणे निच् इति प्रत्ययः प्रथमतया भवति, तदनन्तरं तत्र शप् इति विधीयते. शप् इति प्रत्ययः यथा भुवादिगणे अस्ति गुणकार्यं सम्भवति, पित्वम् अस्ति अतः गुणकार्यं सम्भवति इति आहत्य दशसु गणेषु किं किं भवति इति वयं ज्ञातवन्तः. अत्र अस्माकं वर्गे कोऽपि अस्ति वा यः न जानाति कथम् एतत् सर्वं भवति इति? प्रश्नः अस्ति वा? सर्वे इदानीं सर्वेषां कृते स्पष्टता अस्ति खलु? मौनं सम्मतमिति स्वीकरोमि. भगिनि भगिनि आहत्य गुणकार्यं सार्वधातुकं तिंशित् सार्वधातुकं सूत्रेण अपि च सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य च सूत्रेण भ्वादिगणे च्वादिगणे गुणकार्यम् अस्ति, अपि च तनादिगणे अपि गुणकार्यं भवति. अर्धधातुकं शेष इति सूत्रेण अपि च सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च अपि च पुगन्तलघुपदस्य अस्तु आहत्य इति एव न भगिनि? सत्यम्, अन्यत्र सर्वत्र गुणकार्यं नास्ति, केवलं त्रिषु गणेषु एव गुणकार्यं सम्भवति, अन्यत्र सर्वत्र गुणकार्यं न सम्भवति. विकरणप्रत्ययं निमित्तीकृत्य गुणकार्यं न सम्भवति. अत्र स्पष्टता भवेत्. इदानीं वयं विकरणप्रत्ययस्य विषये पश्यन्तः स्मः, इत्युक्ते धातुतः यः विकरणप्रत्ययः अस्ति, दशगणेषु भिन्नभिन्नविकरणप्रत्ययाः सन्ति, तेषु भ्वादिगणे शप्, चुरादिगणे शप्, तनादिगणे उ इति प्रत्ययः अस्ति चेत् तत्र सर्वत्र अङ्गे गुणकार्यं भवति, अन्यत्र गुणकार्यं न सम्भवति. अदादिगणे जुहूत्यादिगणे विकरणप्रत्ययः एव नास्ति, लोपः भवति, अतः तत्र चिन्तनमेव नास्ति तस्मिन् विषये. दिवादिगणे स्वादिगणे तुदादिगणे क्रयादिगणे तत्र विकरणप्रत्ययः अपित् अस्ति, अतः गुणकार्यं न सम्भवति. नीति च इत्यनेन गुणनिषेधः अस्ति. के रुदादिगणे श्नम् इति प्रत्ययः धातोः मध्ये आगच्छति, अतः चिन्तनमेव नास्ति तस्मिन् विषये इति सारांशः. समीचीनं भगिनि, सम्यक्तया उक्तवती. अस्तु, अग्रे पठामः. अत्र वेङ्कटरामन् महोदय पठति वा? अग्रे आं भगिनि, पठामि. कुतः आरभ्यते? यत्र यत्र प्रत्यये इत्संज्ञकशकारः वर्तते तत्र तत्र सार्वधातुकसंज्ञा. इदानीं पठामि. यत्र यत्र प्रत्यये इत्सम्यकः शकारः वर्तते तत्र तत्र सार्वधातुकसंज्ञा भवति. किमर्थम् इति चेत् तिंशित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः षित् तस्य सार्वधातुकसंज्ञा भवति. यः विकरणप्रत्ययः सार्वधातुकसम्यकः नास्ति सः आर्धधातुकसम्यकः अस्ति एव. अग्रे पठामि वा भगिनि? अग्रे पठतु. अग्रे पठनात् पूर्वम् एकैकस्य विकरणप्रत्ययस्य स्वभावः कः इति उच्चार्यताम्. सार्वधातुकसम्यकः वा आर्धधातुकसम्यकः वा इति. उत्तरं सार्वधातुकसम्यकः विकरणप्रत्ययाः शप् न न तावद् वदतु महोदय, तावद् किञ्चित् उक्त्वा तदनन्तरं. गणानां दृष्ट्या वयं ज्ञातवन्तः कुत्र कुत्र गुणकार्यं भवति कुत्र कुत्र गुणकार्यं न भवति इति वयं दृष्टवन्तः. इदानीं इत्सम्यकः षकारः वर्तते, तत्र सार्वधातुक संज्ञा भवति तिंशित् सार्वधातुकम् इत्यनेन सूत्रेण एतद् विधीयते। अनन्तरं सूत्रेण यः प्रत्ययः षित् तस्य सार्वधातुकसंज्ञा भवति, यः विकरणप्रत्ययः सार्वधातुकसम्यकः नास्ति सः आर्धधातुकसम्यकः अस्ति इति अपि वयं दृष्टवन्तः। सार्वधातुकं शेष इत्यनेन सूत्रेण यत्र विकरणप्रत्यय प्रत्यये तिंशित् सार्वधातुकं तिङ् वा षित् नास्ति तत्र आर्धधातुकप्रत्ययः भवति। उदाहरणार्थं वयं पश्यामः तुनादिगणे सारि तनादिगणे विकरणप्रत्ययः ऊ अस्ति, तद् आर्धधातुकप्रत्ययः इति वयं ज्ञातवन्तः। प्रत्ययस्य इदानीं प्रत्ययस्य स्वभावः एकैकस्य विकरणप्रत्ययस्य स्वभावः कः इति वयम् इदानीं पश्यामः। वयं दृष्टवन्तः एव, वयं दृष्टवन्तः विकरणप्रत्ययस्य स्वभावः कः, पित्त अस्ति वा अपित् अस्ति वा, सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा, गुणः भवति, सर्वं दृष्टवन्तः। समीचीनम्। अत्र सारांशः कः इति चेत्, अत्र वयं जानीमः तिंशित् सार्वधातुकम् इति कुत्र कार्यं करोति, यः प्रत्ययः सार्वधातुकः नास्ति सः आर्धधातुकः, सर्वं वयं दृष्टवन्तः। तर्हि अधुना अग्रे गन्तुं शक्नुमः। एतावता प्रश्नः अस्ति वा? आं भगिनि, इदानीं सार्वधातुकम् अफित् इति चेत् सः ङित्वत् इति उच्यते खलु, कथं तत् ङित्वत् भवति? सूत्रमस्ति खलु सार्वधातुकम् अपित् ङित्वत् इति सूत्रेण उच्चार्यते। यः प्रत्ययः सार्वधातुकः अपि अस्ति अपित् अपि अस्ति सः ङित्वत् कार्यं करोति इत्युक्ते तस्मिन् ङित्वम् अध्यारोप्यते, सूपर् इम्पोजिशन् आफ् ङित्वम्। यत्र ङित् प्रत्ययः अस्ति चेत् किमपि कार्यं भवति खलु, तादृशकार्यम् अत्रापि भवेत् इति कृत्वा तत्र ङित्वम् अध्यारोप्यते। किन्तु अस्माकं साक्षात् न दृश्यते खलु, साक्षात् न दृश्यते, तत्र सूपर् इम्पोजिशन् इत्युक्ते यदि वदामः पुरुषः सिंहः इव अथवा तत्र पुरुषे सिंहत्वम् अध्यारोपयामः चेत् इत्युक्ते सः वीरः इति वक्तुमिच्छामः, तर्हि तत्र मूले तु पुरुषत्वमेव अस्ति, परन्तु इदानीं तत्र तस्मिन् सिंहत्वम् अध्यारोपयामः। एवमेव प्रत्ययः अपित् अस्ति चेत् तत् तस्मिन् ङित्वम् अध्यारोपयामः। अस्तु अस्तु भगिनि, अस्तु। अत्र जयश्री भगिनी, भवत्याः दूरवाण्यां तत्र ध्वनिः आसीत्, ततः अहं म्यूट् कृतवती भवतीं, वक्तुमिच्छति चेत् *6 नोदयतु। अस्तु, रामनाथन् महोदय पठतु। आं भगिनि, उत्तरं सार्वधातुकसंज्ञा विकरणप्रत्ययाः शप् शन् स्नुः शनं शा न आर्धधातुकसंज्ञाक विकरणप्रत्ययः उ स्पष्टमेव। सित्वात् सार्वधातुकसंज्ञक प्रत्ययः अस्ति चेत् सार्वधातुक आर्धधातुकयोः एवं पुगन्तलघुपथस्य च इति सूत्राभ्यां गुणकार्यस्य प्रसक्तिः अस्ति इति ज्ञातम्। पुनः पठामि, सित्वात् सार्वधातुकसंज्ञः प्रत्ययः अस्ति चेत् सार्वधातुक आर्धधातुकयोः पुगन्तलघुपथस्य च इति सूत्राभ्यां गुणकार्यस्य प्रसक्तिः अस्ति इति ज्ञातम्। किन्तु गतपाठे अस्माभिः दृष्टं यत् सार्वधातुक अपि सार्वधातुकम् अपि इत्यनेन सूत्रेण यः प्रत्ययः अपि सः ङित्वत् तदा इति च इति गुणबाधकसूत्रेण यः ङित् अथवा ङित् इव अस्ति तस्य गुणकार्यं बाधितं गुणनिषेधः अतः येषु सार्वधातुकप्रत्ययेषु इत् संज्ञकपकारस्य अभावः तैः प्रत्ययैः गुणकार्यस्य प्राप्तिः न भवति ष्यन् नु ष स्नम् न इति प्रत्ययाः शितः तु सन्ति अतः शित्वात् गुणकार्यस्य प्रसक्तिः परन्तु पित्वस्य अभावः न गुणः तर्हि दिवादिगणे स्वादिगणे तुदादिगणे रुदादिगणे क्रयादिगणे च गुणकार्यस्य प्रसक्तिः अस्ति किन्तु अपित्वात् बाधितम् वदतु महोदय षित् किञ्चित् सार्वधातुकम् इदानीं षित्वात् सार्वधातुकसंज्ञा प्राप्नोति सार्वधातुक अर्वधातुकयोः एवं पुगन्तलघुपसेत् एते सूत्रे सूत्रसहितं गुणकार्यस्य प्रसक्तिः अस्ति किन्तु सार्वधातुकम् अपित् इति सूत्रेण अपित् अस्ति चेत् ङित्वत् भवति ङित्वत् भवति चेत् गुणवृद्धिनिषेधः भवति एवं ष्यन् स्नुः ष स्नम् स्ना एतानि मे विकर्णप्रत्ययान्तं शितः अस्ति चेत् परन्तु पित्वस्य अभावः अपित् अस्ति चेत् न गुणः भवति तर्हि दिवादिगुणे स्वादिगुणे तुदादिगुणे रुदादिगुणे क्रयादिगुणे सारि क्रयादिगुणे च गुणकार्यप्रसक्तिः अस्ति किन्तु अपित्वात् बाधितम् अस्ति चेत् अपि ङित्वात् कारणात् गुणवृद्धिनिषेधः भवति समीचीनम् अत्र सर्वत्र प्रसक्तिः इति वदामः किमर्थं प्रसक्तिः अस्ति इति वदामः प्रसक्तिः एलिजिबल् आर् भवितुम् अर्हति भवितुम् अर्हति किमर्थं भवितुम् अर्हति सार्वधातुक आर्वधातुकयोगो इति सूत्रात् इति सूत्रात् किमर्थं तस्य प्रसक्तिः अस्ति शितः अस्ति चेत् सार्वधातुकम् इति कारणात् शित्वात् सार्वधातुकप्रत्ययः अस्ति शित्वात् सार्वधातुकप्रत्ययः अस्ति तत्र सूत्रे सार्वधातुक आर्वधातुकयोः पुगन्तलघुपदस्य च द्वयोः सूत्रयोः प्रसक्तिः कदा भवति शित्वात् तिगन्त तिंशिप् सार्वधातुकम् इदानीं शित्वात् एवमेव सार्वधातुकसंज्ञा भवति न सत्यं षित् अस्ति चेत् सार्वधातुकप्रत्ययः तत् सर्वं समीचीनं तत्र क्लेशः नास्ति अधुना अत्र भवति चेत् सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च इति सूत्र इति सूत्रं सूत्रद्वयं वर्तते तयोः प्रसक्तिः कदा भवति तत्र तस्मिन् सूत्रे निमित्तं किं तयोः सूत्रयोः निमित्तं उपधायां इकः भवति चेत् लघु इकः भवति चेत् अथवा इगन्तङ्गः धातोः अन्ते भवति चेत् तावत् पर्याप्तं नास्ति तत्र निमित्तं परनिमित्तं किम् सार्वधातुक आर्धधातुक आर्धधातुयोः सत्यं तदेव सः एव मूलविषयः अस्ति सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः परः अस्ति चेत् एव गुणकार्यं भवति. अत्र अत्र सर्वत्र ष्यन् श्नु श श्नं श सर्वत्र षित् अस्ति, सार्वधातुक अस्ति, तत् सर्वं समीचीनं. किमर्थं गुणकार्यस्य प्रसक्तिः अस्ति किमर्थमिति चेत् एते प्रत्ययाः सार्वधातुकप्रत्ययाः. यत्र सार्वधातुकप्रत्ययः अस्ति चेत् तत्र सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति. किमर्थम् अस्ति? यतोहि सार्वधातुक आर्धधातुकयोः इति सूत्रे अपि च पुग्गन्तलघुपदस्य च इति सूत्रे सूत्रद्वये अपि सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः परः अस्ति चेत् एव गुणकार्यं भवति इति उक्तं खलु. अतः अत्र सार्वधातुकप्रत्ययस्य उपस्थितिः अस्ति. ष्यन् इति प्रत्यये सार्वधातुकः अस्ति, अतः सार्वधातुकप्रत्ययस्य उपस्थितिः अस्ति, अतः गुणकार्यस्य प्रसक्तिः अस्ति, गुणकार्यं भवितुम् अर्हति. तदनन्तरं वयं पश्यामः, ओ अस्तु, अत्र गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु तत्र अपित् अस्ति, नित्वत् अस्ति, अतः निति च इति सूत्रेण अनयोः सूत्रयोः बाधा भवति. नो चेत् प्राप्तिः भवति खलु, अत्र बाधा भवति इति कृत्वा प्राप्तिः न भवति, यद्यपि प्रसक्तिः अस्ति. भगिनी, आर्डर् प्रथमं सार्वधातुक आर्धधातुकः अस्ति इति प्रथमं द्रष्टव्यम्, अनन्तरं इकः अस्ति इति द्रष्टव्यं, तदेव आर्डर् खलु. सत्यं, प्रथमतया धातुः अस्ति वा, धातुतः प्रत्ययः अस्ति वा, सः प्रत्ययः सार्वधातुकः वा आर्धधातुकः वा इति चिन्तनीयम्. सार्वधातुक आर्धधातुकः प्रत्ययः अस्ति चेत् तत्र गुणकार्यं भवितुम् अर्हति. तर्हि तत्र द्रष्टव्यम् इक् वर्णः अस्ति वा, इगन्तमङ्गम् अस्ति वा, उपधायाम् इक् वर्णः अस्ति वा, लघु इक् वर्णः अस्ति वा इति सर्वं द्रष्टव्यं. तदनन्तरं वयं पश्यामः, ओ अस्तु, इदानीं तत्र सार्वधातुक आर्धधातुकयोः नो चेत् पुगन्तलघुपदस्य च अनयोः सूत्रयोः प्रसक्तिः अस्ति. पुनः तत्र पश्यामः सार्वधातुकप्रत्ययः कीदृशः अस्ति, अपित् अस्ति वा. अपित् अस्ति चेत् सार्वधातुकम् अपित् इति सूत्रेण तस्मिन् नित्वम् अध्यारोपयामः. अधुना प्रत्ययः नित् भवति, नित्वद् भवति. तर्हि नित्वत् अस्ति इति कृत्वा तदनन्तरं क्मिति च इति सूत्रेण यः प्रत्ययः कित् गित् अथवा नित् अस्ति तादृशप्रत्ययः गुणकार्यस्य निमित्तं न भवितुम् अर्हति. इदानीं सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च सूत्रद्वयं बाधितम् अस्ति क्मिति च इति सूत्रेण, अतः गुणकार्यं न भवति. यत्र प्रत्ययः कित् कित् नित् नास्ति तत्र तु गुणकार्यस्य प्राप्तिः भवति. यथा अत्र शप् इति प्रत्ययः पित् अस्ति, सार्वधातुकप्रत्ययः अपि अस्ति, अतः सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च द्वयोः प्रसक्तिः अपि अस्ति. पित् अपि अस्ति, अतः सार्वधातुकम् अपित् इत्यस्य प्रसक्तिः नास्ति, अतः प्राप्तिः भवति. सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च अनयोः प्राप्तिः भवति यत्र शप् प्रत्ययः अस्ति. स्पष्टं वा? अस्तु, तर्हि अग्रे भवती एव पठतु. भवती इत्युक्ते विजयलक्ष्मी भगिनी, सारांशः एवं. सारांशः एवं, सार्वधातुकसम्यकविकरणप्रत्ययं निमित्तीकृत्य वादिगणे चुरादिगणे चैव गुणकार्यं सम्भवति. आर्धधातुकविकरणप्रत्ययाः के? केवलम् उ. स च कस्य गणस्य विकरणप्रत्ययः? सनादिगणस्य. सार्वधातुकार्धधातुकयोः इत्यनेन सूत्रेण यत्र आर्धधातुकप्रत्ययः अस्ति तत्र गुणः विहितः. अत्रापि मिति च इत्यनेन गित्वात् कित्वात् ङित्वात् च गुणकार्यं बाध्यते. अतः गित् कित् ङित् च नास्ति चेत् बाधा नास्ति. आर्धधातुकप्रत्ययस्य प्रसङ्गे सार्वधातुकम् अपित् इति सूत्रस्य प्रसङ्गः नास्त्येव, अतः अपित्वात् न बाधा. तनादिगणे उ इति विकरणप्रत्ययः ङित् कित् ङित् च नास्ति, अतः अत्रापि गुणः अर्हः. यथा कृ योगः उ, कर् योगः उ, गुणकार्यं भूत्वा कर् योगः उ, अनन्तरं योगः भवति करु, करु योगः ति, करोति इति रूपं निष्पद्यते. अत्र सारांशः सार्वधातुकविकरणप्रत्ययः निमित्तीकृत्य निमित्तीकृत्य भ्वादिगणे चुरादिगणे गुणकार्यं सम्भवति. अनन्तरम् अन्य एकं गणः अस्ति यत्र गुणकार्यस्य बाधा नास्ति, तद् आर्धधातुकविकरणप्रत्ययः उ. एतद् उ कस्मिन् गणे आगच्छति इति चेत् तनादिगणे, तनादिगणे उ इति विकरणप्रत्ययः उ इति सार्वधातुक आर्धधातुकयोः इत्यनेन सूत्रेण अत्र आर्धधातुकप्रत्ययस्य गुणः सम्भवति. अत्र सार्वधातुकम् अपित् इति सूत्रस्य प्रसक्तिः एव नास्ति, यतोपि अत्र सार्वधातुकं नास्ति एव, अत्र आर्धधातुकः प्रत्ययः अस्ति. तत् कारणं ङिति च इति सूत्रस्य अत्र प्रसक्तिः नास्ति, बाधा नास्ति. तत्कारणं कृ इति धातु यद् तनादिगणे आगच्छति, कृ योगः उ. अत्र उ इति आर्धधातुकप्रत्ययः अस्ति, तत्कारणं कृ इत्यस्य कर् इति यो गुणः कार्यं भवति. कर् योगः उ, करु, करु योगः तिप् करोति. अत्र अन्येकवारं गुणकार्यस्य प्रसक्तिः अस्ति, करु करो इति भवति, करोति इति रूपं निष्पद्यते. बहु समीचीनं भगिनि, उत्तमम्. अत्र वसन्ति भगिनि पुनः सारांशरूपेण वदति वा अत्र किमस्ति. अस्तु भगिनि, एकमेव. करु योगगति किमर्थं करोति भवति, पुनः गुणं गुणः भवति वा? हा, पुनः गुणः भवति. तिप् इति प्रत्ययः अस्ति खलु, तिप् इति प्रत्ययः कीदृशप्रत्ययः? तिङ्क्षिप् तिप् तिगन्तप्रत्ययं. तिङ्क्षिप् सार्वधातुकं, सार्वधातुकसंज्ञकः खलु. सार्वधातुकसंज्ञकः अपि च पित्वम् अपि अस्ति खलु तत्र एव. द्विवारं भवति. ओके ओके. अतः पुनः गुणः भवति, तिङ् प्रत्ययं निमित्तीकृत्य पुनः गुणः भवति. okay. सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः, अतः करोति. अस्तु. okay. वसन्ति भगिनि सारांशरूपेण वदतु किमस्ति अत्र. द्वादिगणे चुरादिगणे एतेषां विकरणप्रत्यय शप् शप् सित् अस्ति, पित् अस्ति च, सो गुणकार्यं सम्भवति. आर्धधातुकविक तनादिगणे आर्धधातुकप्रत्ययः अस्ति उ, दट् इस् द विकरणप्रत्ययः. ऊ इति आर्धधातुकप्रत्ययः, सित् नास्ति, पित् नास्ति, बट् किन्तु आर्धधातुकप्रत्ययः, अतः गुणकार्यं सम्भवति. रेस्ट् रेस्ट् एपि सोल्वति अत्र अग्रे अपि वक्तव्यं खलु. अत्र ऊ इति प्रत्ययः आर्धधातुकः, अत्र सार्वधातुकम् अपि इत्यस्य प्रसक्तिः अस्ति वा? प्रसक्तिः नास्ति, बिकास् आर्धधातुक विच् इस् आर्धधातुकप्रत्ययः, सार्वधातुक अपि नास्ति. अपि च ङित्वत् ङित्वं नास्ति, सो गुणकार्य बोधक बाधकं नास्ति. अपि च कित्त्वं ङित्वमपि नास्ति खलु. ऊ इति प्रत्यये कित् अस्ति वा? नास्ति. गित् अस्ति वा? हा, गित् अपि नास्ति, कित् अपि नास्ति, नित् अपि नास्ति, किमपि नास्ति, अतः गुणनिषेधः नास्ति. तस्य उदाहरणमेव कृ इति धातुः, तनादिगणीयधातुः कृ इति धातुः. कृ इति धातुः विकरणप्रत्यय उ सो इस् गुणकार्यं सम्भवति कृ बिकम्स् खर् खर् प्लस् योगः तिप् अगेन् गुणकार्यं सम्भवति सो करु बिकम्स् करो सो करोति इति कृयोगः उ तत्र केन सूत्रेण गुणः सार्वधातुक आर्धधातुकयोः ऋकारस्य गुणः कः ऋकारस्य गुणः अर् तर्हि कर्योगः उ इदानीं करु इति अङ्गं करु इति अङ्गं करुयोगः अपि अत्र पुनः तिप् इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति अतः पुनः गुणकार्यं सम्भवति अङ्गे सूत्रं किम् तिंशित् सार्वधातुकं सो गुणकार्यं केन सूत्रेण गुणकार्यम् इगन्त लघुपत्रस्य सो सार्वधातुक आर्धधातुकयोः सूत्रेण इगन्त अन्तिमवर्णस्य इगन्तं समीचीनं बहु समीचीनं भगिनि समीचीनं भवती अवगतवती अस्तु तर्हि सारांशः कः इति चेत् अत्र द्वादिगणे गुणः भवति चुरादिगणे गुणः भवति तत्र न कोऽपि क्लेशः यतोहि पित्वं साक्षात् अस्ति प्रत्यय एव पित्वम् अस्ति अपि च अन्यत्र गुणः कुत्र भवति इति चेत् तनादिगणे अपि गुणः भवति यतोहि प्रत्ययः तत्र आर्धधातुकप्रत्ययः उ इति प्रत्ययः आर्धधातुकः तिंशित् भिन्नः अस्ति अतः आर्धधातुकप्रत्ययः आर्धधातुकप्रत्ययः अस्ति चेत् तत्र नित्वम् इति अपित्वं किमपि चिन्तनं नास्ति पित्वम् अपित्वम् इति चिन्तनमेव नास्ति तत्र अतः उ इति प्रत्ययः कित् गित् नित् अस्ति वा इति चेत् न किमपि नास्ति ककारस्य यत्संज्ञा नास्ति गकारस्य यत्संज्ञा नास्ति मकारस्य यत्संज्ञा नास्ति तत्र उ इति प्रत्यये अतः गुणकार्यं सम्भवति प्राप्तिः अपि भवति इति सारांशः अस्तु अग्रे अत्र जयश्री भगिनी पठति वा पठितुमिच्छति वा भगिनि पठतु तर्हि भवादौ तनादौ शिरादौ च दात्वाङ्गे गुणः अर्हः विवादिगणे वादिगणे सुदादिगणे रुदादिगणे त्रयादिगणे च दात्वाङ्गे गुणकार्यस्य प्रसक्तिः आसीत् किन्तु अपित्वात् बाधितम् अधुना अवगच्छति वा तावद् वदतु तर्हि द्वादिगणे तनादिगणे सुरादिगणे च द्वात्वाङ्गे गुणः अर्हः परन्तु द्विवादिगणे स्वादिगणे सुदादिगणे हृदादिगणे त्रयादिगणे च दात्वाङ्गे गुणकार्यस्य प्रसक्तिः आसीत् किन्तु अपित्वात् बाधितम् अतः तर्हि गुणकार्यः नास्ति किमर्थम् अपित्वात् बाधितम् अपित्वात् बाधितम् इति चेत् गुणकार्य इति कृत्वा नीत्वा नास्ति अत्र हा अपित्वात् अत्र क्नीति च इत्यनेन गुणनिषेधः अस्ति समीचीनं भगिनि समीचीनं धन्यवादः हा अस्तु अग्रे पूर्णेन्दुमहोदय पठतु अधुना अदादिगणे सुहृत्यादिगणे च तयोः का गतिः तयोः विकरणप्रत्ययः नास्ति अत्र अङ्गनाम किमिति स्मर्यताम् अत्र अङ्गनाम किमिति स्मर्यताम् अङ्ग सिद्धान्तम् अनुसृत्य प्रत्ययानां प्राक् यावत् अस्ति तत् सर्वम् अङ्गम् इति उच्यते अङ्गनाम प्रत्ययस्य कार्यं कुत्र अस्ति एको जयश्री भगिनी म्यूट् अहं करोमि अधुना श्रूयते वा महोदय पठतु पुनः एकवारं पठामि भगिनि. हा पुनः एकवारं पठतु महोदय. अधुना अरादिगणे जुहत्यादिगणे च तयोः का गतिः? तयोः विकरणप्रत्ययः नास्ति. अत्र अङ्गं नाम किमिति स्मार्यताम् अङ्गसिद्धान्तम् अनुसृत्य प्रत्ययात् प्राक् यावत् अस्ति तत् सर्वम् अङ्गम् इति उच्यते. अङ्गं नाम प्रत्ययस्य कार्यक्षेत्रम्. एक चत्वार पञ्च षट् सप्त अष्ट नव दश इत्येषु गणेषु तिङ्प्रत्ययानां निमित्तीकृत्य अङ्गं कार्यक्षेत्रम् अस्ति धातुः. विकरणप्रत्ययः चुरादिगणे धातुः योगणिच् योगविकरणप्रत्ययः, किन्तु अरादिगणे जुहोत्यादिगणे च गणयोः तिङ्प्रत्ययानाम् अङ्गं कार्यक्षेत्रम् अस्ति धातुः एव. अधुना अत्र अरादिगणे जुहोत्यादिगणे च तयोः का गतिः? तयोः विकरणप्रत्ययः नास्ति. इत्युक्ते अरादिगणः द्वितीयगणः, जुहोत्यादिगणः तृतीयगणः, ये गणद्वे विकरणप्रत्ययः नास्ति. अत्र अङ्गं नाम किमिति स्मर्यताम् अङ्गसिद्धान्तम् अनुसृत्य प्रत्ययात् प्राक् यावत् अस्ति तत् सर्वम् अङ्गम् इति उच्यते. अत्र अरादिगणे जुहोत्यादिगणे विकरणप्रत्ययः नास्ति. धातोः साक्षात् परः तिङ्प्रत्ययः आगच्छति. तिङ्प्रत्यय कृते अङ्गं धातुः एव भवति. तत्र विकरणप्रत्ययः नास्ति, अतः धातुः साक्षात् तिङ्प्रत्यय कृते अङ्गं भवति. प्रथम चतुर्थ पञ्चम षष्ठ सप्तम अष्टम नवम दशम इत्येषु गणेषु तिङ्प्रत्ययात् निमित्तीकृत्य अङ्गं कार्यक्षेत्रम् अस्ति धातुः योगः विकरणप्रत्ययः. परन्तु चुरादिगणे धातुः योगः अणिच् योगः विकरणप्रत्ययः, किन्तु अरादिगणे जुहोत्यादिगणे गणे च गणयोः तिङ्प्रत्ययानाम् अङ्गम् अस्ति धातुः एव. तत्र अरादिगणे जुहोत्यादिगणे विकरणप्रत्ययः नास्ति, अतः तिङ्प्रत्यय कृते धातुः केवलधातुः अङ्गमिति स्वीकर्तव्यम्. अङ्गमिति स्वीकृत्य तत्र तिङ्प्रत्ययानां कृते यः कार्यम् अस्ति तत् सर्वं करणीयम्. समीचीनं तथैव अस्ति. कार्यक्षेत्रम् अर्थात् कार्यक्षेत्रम् इत्युक्ते यत्र कार्यं भवति, अङ्गे एव कार्यं भवति खलु. अत्र कार्यक्षेत्रम् इत्युक्ते कुत्र कार्यम्, अत्र गुणकार्यं भवति इति वदामः, तत्र कस्मिन् अङ्गे गुणकार्यं भवति इति प्रश्नः अस्ति खलु. अत्र अस्माकं तिङन्तरूपस्य साधनार्थं धातुः अस्ति, विकरणप्रत्ययः अस्ति, तिङ्प्रत्ययः अस्ति. धातुयोगः विकरणप्रत्ययः योगः तिङ्प्रत्ययः. तर्हि तिङ्प्रत्ययस्य कृते अङ्गं किम्? धातुयोगः विकरणप्रत्ययः, तयोः मेलनेन धातुयोगः तदेव अङ्गं भवति. परन्तु विकरणप्रत्ययस्य कृते अङ्गं किम्? धातु एव. हा, तर्हि विकरणप्रत्ययः, प्रथमं विकरणप्रत्ययं निमित्तीकृत्य धातौ वयं कार्यं कुर्मः. अधुना कार्यक्षेत्रं किम्? धातु एव. हा, धातु इति कार्यक्षेत्रं. प्रथमं विकरणप्रत्ययं निमित्तीकृत्य गुणकार्यं सन्धिकार्यं सर्वं कुर्मः. इदानीं तत्र कार्यक्षेत्रम् अस्ति धातुः. सर्वाणि कार्याणि कृत्वा धातुयोगः विकरणप्रत्ययः, तयोः मेलनं भवति. यथा अत्र भूयोगः शप् योगः ति, शप् इति प्रत्ययं निमित्तीकृत्य गुणकार्यं सन्धिकार्यम् एचोय वायावः सर्वं कृत्वा भव इति अङ्गं सिद्धं खलु. भवयोगः तिङ्, अधुना तिङ्प्रत्ययस्य अङ्गं किं? भव. भव इति अङ्गम्. अत्र कार्यक्षेत्रं किम्? भव इत्येव कार्यक्षेत्रं, परन्तु तत्र गुणकार्यं किमपि नास्ति, तत्र कार्यं नास्ति. यद्यपि तिङ् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, परन्तु तत्र इगन्तम् अङ्गं नास्ति, उपादायम् इक् नास्ति, सन्धिकार्यं किमपि नास्ति तत्र. अतः भवयोगः अति भवति इति रूपं भवति. परन्तु अत्र जुहोत्यादिगणे नो चेत् अदादिगणे वयं पश्यामः चेत् विकरणप्रत्ययः नास्ति. अतः अदादिगणे इ इति धातुः अस्ति. इ योगः शप् योगः ति इति अदादिगणे. तत्र शप् इति प्रत्ययस्य लुक् भवति, अतः इ योगः ति इति अस्ति. अधुना कार्यक्षेत्रं किम्? न, अत्र इ योगः ति, अत्र कार्यक्षेत्रं किम्? इकारम्. हा, इकारः धातुः एव कार्यक्षेत्रम्. अत्र धातुः एव अङ्गम्, धातुः एव अङ्गं. तर्हि तत्र इ इति कार्यक्षेत्रस्य अनन्तरं तत्र ति इति प्रत्ययः अस्ति. इ इति एव अङ्गम्, अतः अङ्गे गुणकार्यं भवति सार्वधातुक अर्धधातुकयोः इत्यनेन. तिङ् प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति, अतः इ ए भवति, एति इति रूपम्. अतः सर्वत्र कार्यक्षेत्रं कुत्र इति द्रष्टव्यम्. अङ्गं किम्? हा, प्रत्ययात् पूर्वं यः भागः अस्ति तः सः भागः, तस्य नामकरणम् अङ्गम् इति. अस्तु अस्तु अस्तु. तर्हि अग्रे मीना भगिनी पठतु. अन्यत् करिष्यामि भगिनि. भवति, भवतः, भवति इत्येषु रूपेषु तीतः अन्ति इति तिङ् प्रत्ययाः इत्युक्तं. तेषां प्रत्ययानां मूलरूपाणि एवं तिप्तश्चि सिप् सिप् इत्यस्मिन् पकारस्य इत् संज्ञा कृत्वा लोपं कृत्वा ति इति शेषः. तदा अन्येषाम् अपि तिङ् प्रत्ययानाम् अनुबन्धलोपनान्तरं सिद्धरूपाणि सन्ति. एवञ्च मूलपरस्पैपदीधातूनां तिङ् प्रत्ययाः. पठामि वा भगिनि? हा, पठतु. प्रथमपुरुष एकवचनं तिप्तश्चि सिप्तस्तमिप्स्मस्. एते सर्वे तिङः, अतः तिंशित् सार्वधातुकम् इत्यनेन सूत्रेण सार्वधातुकसंज्ञकाः. एकवचने तिप् सिप् मिप् इत्येते प्रत्ययाः पितः, अतः तत्र गुणः विहितः. द्विवचने बहुवचने च तिङ् प्रत्ययाः सर्वत्र अपित् इति कारणतः सार्वधातुक अपित् कृति च इत्याभ्यां सूत्राभ्याम् अङ्गे गुणः न अर्हः. तावत् आश्रयपदधातूनां तिङ् प्रत्ययः तिप्तश्चि सिप्तस्तमिप्स्मस्. तस्मात् पूर्वं खलु भवति, भवतः, भवती, भवतः, भवन्ति तत्र. ओके, तिङ् प्रत्ययः तिङ् प्रत्ययः अन्ति इति तिङ् प्रत्ययाः सन्ति. तेषां मूलरूपाणि तिप् तिप्तश्चि इति तिप् इत्युक्ते पकारः इत्संज्ञा भवति. उपदेशानुसान्यासिक इति रूपेण सूत्रेण लोपः भवति. ति एव अवशिष्यते. अन्येषां प्रत्ययः सिप् सिप् सिप् एव पित्वमस्ति. अन्येषां प्रत्ययाः अपि अनुबन्ध लोपनान्तरं ऐ मीन् तस् जि तस् तस् बस् इति भवति. तेषाम् अपित्वात् गुण न भवति. ये तिङ् तिप् सिप् तिप् इति प्रत्ययाः तिङ्ष सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञकाः भवति. तस्मात् गुणः भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण. द्विवचन बहुवचन रूपाणि अपित्वात् सार्वधात्मपित् इति सूत्रेण गुणनिषेधः भवति. किन्तु गुण अपित्वात् ङिति च इति सूत्रेण गुणवृद्धिनिषेधः भवति. सत्यं, समीचीनं समीचीनं भगिनि. तर्हि अत्र सर्वे पश्यन्तु, भवति, भवतः, भवन्ति इति सर्वत्र तिङ् प्रत्ययः अस्ति. तीतः अन्ति, अत्र एतावता वयम् उक्तवन्तः तिङ् षित् सार्वधातुकम् इति उक्तवन्तः, तर्हि तिङ् इत्युक्ते किम् इति वयं न पठितवन्तः. तिङ् इत्युक्ते अत्र अष्टादशप्रत्ययः एव तिङ् प्रत्ययः इति वदामः. अत्र तु परस्मैपदिसंज्ञकप्रत्ययः दत्ताः, मूलप्रत्ययः. तिप् तस् झि, सिप् तस्थ, मिप् वस्मस् इति मूलप्रत्ययः. एवमेव नव आत्मनेपदीप्रत्ययाः अपि सन्ति, त आतां, झ थास् आतां, द्वम् इड् वहि महिङ् इति. तत्र तिप् इति प्रत्ययात् आरभ्य तिप् इत्यस्मिन् ति इति स्वीकृत्य महिङ् इति प्रत्यये ङकारः अस्ति, तत्र संक्षिप्तरूपेण तिङ् इति वदामः. तिङ् इत्यनेन अष्टादशप्रत्ययाः, अष्टादशप्रत्ययाः सन्ति तिङ् इत्यनेन. तर्हि तिङ् षित् सार्वधातुकम् इति वदामः चेत् तत्र सर्वे तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः, इत्युक्ते अष्टादश तिङ् प्रत्ययाः अपि सार्वधातुकसंज्ञकाः. तर्हि अत्र प्रत्येकं प्रत्ययं पश्यामः चेत् मूलरूपं किमस्ति, तिप् इति अस्ति. तिप् इति प्रत्यये वयं जानीमः पकारस्य इति संज्ञा अस्ति, अतः ति इति अवशिष्यते. तत्र तस् इति प्रत्यये तत्र किं भवति, उमा भगिनी वदतु. पुनः पृच्छतु भगिनि. तस् इति मूलप्रत्ययः अस्ति, तत्र कस्यचित् वर्णस्य इत् संज्ञा भवति वा? अस्ति, हलन्त्यम् इति सूत्रेण लोपः भवति, तः सोरि सोरि इट् इस् लोपः न भवति, इस् बिकम्स् विसर्ग, सो तः तीतः. किमर्थं लोपः न भवति? सकार सूत्रं अत्र, हा सत्यम्, अत्र सर्वे तिङ् प्रत्ययाः विभक्तिसंज्ञकाः, तेषां विभक्तिसंज्ञा अस्ति. विभक्तिश्च इति सूत्रम् अस्माभिः पूर्वं पठितमासीत्. सर्वे सुप् प्रत्ययाः अपि च सर्वे तिङ् प्रत्ययाः, ते सर्वे विभक्तिसंज्ञकाः. अतः तस् इति प्रत्यये यद्यपि सकारस्य सकारः हल् वर्णः अस्ति, अतः हलन्त्यम् इति सूत्रस्य प्रसक्तिः अस्ति, तथापि विभक्तिसंज्ञा अस्ति इति कृत्वा न विभक्तौ तु स्माः इति एकं सूत्रम् अस्माभिः पठितमासीत्. तु स्माः इत्युक्ते तवर्गीयवर्णः सकारः मकारः अन्ते अस्ति, प्रत्ययस्य अन्ते अस्ति चेत् लोपः न भवति. अत्र तस् इति प्रत्ययः विभक्तिसंज्ञकः, अतः सकारस्य लोपः न भवति. हलन्त्यम् इति सूत्रं बाधितमस्ति, अतः तस् इति एव तिष्ठति. अस्तु, अत्र तस् इति प्रत्ययस्य स्वभावः कः, अत्र रमाबाई भगिनी वदतु. अस्ति वा तस् प्रत्ययस्य स्वभावः कः? अपित् अस्ति खलु, सार्वधातुकप्रत्ययः अस्ति, अपित् अस्ति, अतः सार्वधातुकम् अपित् सार्वधातुकम् अपित् अस्ति. टीचर् सम्यक्तया न श्रूयते भगिनि. तस् इति अपित् अस्ति, अपित् अस्ति सार्वधातुकम् अपित् इत्यनेन तत्र किमपि गुणकार्यं न सम्भवति. तस् इति प्रत्ययः अपित् अस्ति, अतः सार्वधातुकम् अपित् इति निद्वद् भवति. निद्वत् अस्ति इति कृत्वा तत्र क्मिति च इति सूत्रेण गुणनिषेधः भवति, अतः एव तत्र इ इति प्रत्ययः, इ इति धातुः अदादिगणे अस्ति, इ योगः तस्, तर्हि तत्र किं रूपं किं भवति, कोऽपि जानाति वा? इ योगः तस् इतः, तत्र गुणकार्यं न भवति. यद्यपि इगन्तमङ्गम् अस्ति, परन्तु तस् इति प्रत्ययः अपित् अस्ति, अतः गुणनिषेधः सारधातुक आर्धातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु बाधितम् अस्ति ङिति च इति सूत्रेण बाधितम्, अतः गुणकार्यं न भवति, अतः इतः इति रूपम्। अस्तु, समीचीनम्। अग्रे अत्र विजयलक्ष्मी भगिनी वदतु, झी इति प्रत्ययः स्वभावः कः? झी इति प्रत्ययः आर्धधातुकप्रत्ययः वा? ओ सोरि, तिङ्, एतदपि अपित् अस्ति, परन्तु अत्र अन्ये किमपि सूत्राणि कार्यं करोति इति मन्ये। अन्ति इति कथं भवति? हा, चिन्ता नास्ति, अन्ति इति भवति, परन्तु झी इति मूलप्रत्ययः अपित् अस्ति, अतः अत्रापि गुणनिषेधः भवति। गुणनिषेधः अस्तु, अस्तु। गीता भगिनी वदतु, अत्र सिप् इति प्रत्ययः कीदृशः? भगिनि, घी इति तिङन्तप्रत्ययं सार्वधातुकमेव न? सत्यं, सर्वे तिङ् प्रत्ययः सार्वधातुकः। गीता भगिनी, सिप् प्रत्ययः अस्ति आर्धधातुकम्। कथं? किञ्चित् सार्वधातुकम् इत्युक्ते किं? तिङ् इत्युक्ते किं? तकारस्य इत्संज्ञा? न न, तिङ् इत्युक्ते तकारस्य इत्संज्ञा नास्ति, तथा नास्ति। तदर्थमेव अहम् उक्तवती खलु, तिङ् इत्युक्ते अष्टादश तिङ् प्रत्ययः, अत्र प्रत्ययः दत्तः खलु, सिप् तस् झी, सिप् तस्थ, मिप् वस्मस्, एवमेव नव आत्मनेपदी प्रत्ययः अपि सन्ति। अस्तु भगिनि, सार्वधातुकम् अस्ति, पित् अपि अस्ति, सार्वधातुकार्धधातुकयोः सूत्रेण प्रसक्तिः अस्ति। सत्यं, सत्यं, सिप् इति प्रत्ययः पित् अस्ति, ततः तत्र गुणः भवति, गुणकार्यं भवति, गुणकार्यं भवितुम् अर्हति। हा, ईगन्तम् अङ्गम् अस्ति, नो चेत् उपधायाम् इक्वर्णः अस्ति चेत् गुणकार्यं भवितुमर्हति। अस्तु, समीचीनम्। अग्रे हा, पूर्णेन्दुमहोदय वदतु, तस् इति प्रत्ययः कीदृशः? तस् इति प्रत्ययः तिङ् इति कारणात् सार्वधातुकप्रत्ययः अस्ति, तत्र पकारः नास्ति, अतः अपित् इति नास्ति। अतः अपित् इति नास्ति वा अस्ति वा? पकारः तु नास्ति, पकारः नास्ति, तर्हि पित्त्वं तु नास्ति। सत्यम्। अग्रे, अतः अग्रे परिशोधनं कर्तुं न शक्नोमि भगिनि। न, भवान् जानाति एव, तत्र एतत् तस् इति प्रत्ययस्य विषये उक्तमासीत् खलु, अपि तस्ति चेत् अत्र किं भवति? भवान् जानाति एव, उक्तवान् पूर्वं, सार्वधातुकम् अपित् निद्वत् भवति खलु, भवति निद्वत् भवति, तर्हि निति च इति गुणनिषेधः, गुणनिषेधः। हा, तस् इति प्रत्यये सकारस्य लोपः भवति वा? सकारस्य लोपः न भवति भगिनि। किमर्थम्? सकारस्य लोपः न भवति, तस् इति प्रत्ययस्य विषये उक्तं खलु, तथैव अत्रापि, यद्यपि अत्र हलन्त्यम् इति सूत्रस्य प्रसक्तिः अस्ति, सकारस्य लोपः भवितुम् अर्हति, तथापि न विभक्तौ तु स्माः इति सूत्रेण सकारस्य लोपः न भवति, तस् इति एव तिष्ठति, तः इति भवति, पटतः इति तादृशं। हा, त इति प्रत्ययः तत्र किमपि नास्ति, त इति प्रत्ययः अपि अपित् अस्ति, निद्वत् अस्ति, अतः तत्रापि गुणकार्यं न भवति, गुणनिषेधः अस्ति। अस्तु, मिप् इति प्रत्ययः अत्र का वदति, अत्र रामनाथन् महोदय वदतु, मिप् इति प्रत्ययः अस्ति अस्ति वा? अस्तु, वेङ्कटरामन् महोदय वदतु। आं भगिनि, वदामि। मिप् वा? मिप् मिप् इति तिङ्प्रत्ययः अस्ति, अतः तिङ् सिक् सार्वधातुकम् इत्यनेन सार्वधातुकसम्यकः भवति, सार्वधातुकसम्यकः प्राप्नोति, संज्ञां प्राप्नोति, पकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण। पकारस्य यस्य पकारस्य इत्संज्ञा भवति तत् पित् अस्ति, अतः सार्वधातुक आर्धधातुकयोः उगन्धलघुपदस्य इत्यनेन द्वाभ्यां सूत्राभ्यां तत्र गुणस्य कार्यं भवति। सत्यं सत्यं। हा, वस् इति प्रत्यः वस्मस् इति विनय महोदय वदतु। वस्मस् प्रत्ययः वस्मस् प्रत्ययः अपित् अस्ति, द्विवचन बहुवचन अपि, परन्तु न विभक्तौ तुस्वः कारणेन सः वस् द्विवचन स न लोप न भवति, बहुवचन स अपि लोप न भवति, अतः मी वः मः। सत्यं सत्यं, बहु समीचीनं, तथैव अस्ति। तर्हि आहत्य केवलं पिप् सिप् मिप् इति एते प्रत्ययाः एव पित् प्रत्ययः, अतः तत्र एव गुणकार्यं सम्भवति, अन्यत्र कुत्रापि गुणकार्यं न भवति इति ज्ञातुं शक्नुमः प्रत्ययं दृष्ट्वा। अस्तु, अग्रे तत्र का पठति? अत्र लक्ष्मी भगिनी पठतु अग्रे। भगिनि, एकः समरी सु अत्र द्वयोः भागः स्तः, एकः धातु धातुरूपेण गुणः आगच्छति, धातुरूप अङ्गे तिङ् प्रत्ययः योजयति सति गुणकार्यं सम्भवति। सो तत्र द्वयोः भावः गुणकार्यं प्राप्तुं शक्यते धातोः, किन्तु पकारः नास्ति अत्र विषयेन, द्विवचने बहुवचने अपि अत्र न सम्भवति। उदाहरणं क्रीकर् इति वदति चेत् क्री करोति इति प्रथमपुरुषः एकवचनं, करोति कुरुतः इति द्विवचनं सम्भवति। कृ धातुः किञ्चित् क्लिष्टकरः अस्ति तत्र, सत्यं सत्यं सत्यं। अतः एव ई दातु, अतः एव ई अदादि दातुं स्वीकृतवती। अस्तु समीचीनं। तर्हि अत्र कस्य नाम पठतु? मम नाम एव। यथा अदादिगणे ई धातुः गतौ ई प्लस् तिप् सार्वधातुक आर्थधातुकयोः इत्यनेन सूत्रेण इगन्त अङ्गस्य इकः गुणः एति इति रूपं सिद्धम्। तत्र वदति अदादिगणे एति इति रूपं कथं भवति इति विवृणोति। ये तत्र भविष्यति धातु एव अङ्गं भवति, तत्र विकरणप्रत्ययः नास्ति इति कारणेन ति धातुः ई प्लस् तिप् भवति सार्वधातुक अर्थधातुकयोः इत्येन सूत्रेण इगन्धस्य इकगुणः, तदर्थम् एति इति रूपं भवति इति। अग्रे किन्तु द्विवचने तस् इति तिङ् प्रत्ययः अपि अतः गुणनिषेधः. इ प्लस् तः इतः इति रूपं तावदेव वयम् उक्तवन्तः. द्विवचने तस् इति प्रत्ययः भवति, तिङ् प्रत्ययः अपित् तत्र अपित् भवति. तदनुसारं सकारस्य लोपः न विभक्तौ तुस्माः इति सूत्रेण, अतः इ प्लस् तः इति रूपम् इतः इति रूपं भवति. विस्तारेण दर्श्यते चेत् हा समीचीनं भगिनि, समीचीनं. तर्हि तत्र अदादिगणे उदाहरणं पश्यामः चेत् स्पष्टमस्ति, तत्र इ इति धातुः अस्ति, तिप् इति प्रत्ययः अस्ति, तत्र विकरणप्रत्ययः नास्ति, विकरणप्रत्ययस्य लोपः. अतः विकरणप्रत्ययं निमित्तीकृत्य किमपि कार्यं नास्ति इ धातौ. तर्हि इ इति यथावत् तिष्ठति, इ योगः तिप्, अधुना तिप् प्रत्ययं निमित्तीकृत्य गुणकार्यम्. अत्र अङ्गमस्ति इ इति अङ्गं, ति इति प्रत्ययः अस्ति, ति इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, अतः इ इति अङ्गे गुणकार्यं भवति. इकारस्य एकारः, ए योगः ति, एति इति रूपं. द्विवचने वयं पश्यामः इ योगः तस्, अदादिगणे एव इ योगः तस् द्विवचनान्तरूपं. तस् इति प्रत्ययः अपित् अस्ति, अतः सार्वधातुकम् अपित् इत्यनेन निद्वत् भवति. निद्वत् अस्ति इति कृत्वा क्मिति च इत्यनेन गुणनिषेधः. अतः यद्यपि सार्वधातुक आर्धातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति, इ ए इति भवितुमर्हति, परन्तु प्रत्ययः अपित् अस्ति, अतः क्मिति च इत्यनेन गुणनिषेधः. इ एतावत् तिष्ठति, तस्य गुणकार्यं न भवति, अतः इ योगः तस् इतः इति रूपं भवति. तस् इत्यस्य अन्ते सकारः अस्ति, तस्य स्थाने सूत्रद्वयेन ऋत्वविसर्गौ भूत्वा तः इति रूपं भवति. अस्तु, अग्रे पठामि वा भगिनि? समीचीनं भगिनि, अग्रे अत्र गीताञ्जलि भगिनी पठति. एकः प्रश्नः भगिनि, ऋत्व विसर्गौ इत्युक्ते किं भगिनि? हा, तत्र अत्र तु अत्र न प्रदर्शितं, तत्र सूत्रद्वयं वर्तते, ससजुषो रुः इति एकं सूत्रम्, अपि च करवसानयोर्विसर्जनीयः इति सूत्रं. ससजुषो रुः इति सूत्रेण पदान्तसकारस्य स्थाने रु इति आदेशः भवति. अनन्तरं करवसानयोर्विसर्जनीयः इति सूत्रेण रेपस्य स्थाने विसर्गादेशः भवति. अधुना चिन्ता नास्ति, अग्रे पठिष्यामः. भवती हल्सन्धिवर्गे अस्ति खलु? आम् आम् आं भगिनि, अहं भवती जानाति खलु, अधुना अवगतम्. अस्तु, विस्तरेण प्रदर्शयते चेत् इ योगः तस् सकारस्य ऋत्व विसर्गौ तः इति सिद्धप्रत्ययः, इ योगः तः, तः इति तिङ् प्रत्ययः सार्वधातुकसंज्ञकः, अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणस्य प्रसक्तिः. तः प्रत्ययस्य अपित्वात् सार्वधातुकम् अपित् इत्यनेन निद्वत् निति च इत्यनेन निद्वात् गुणनिषेधः, इ योगः तः इतः इति रूपं निष्पन्नम्. अत्र तत् यदि वयं इ योगः तस् स्वीकुर्मः, तदनन्तरं तस् इति एकं तिङ् प्रत्यय अस्ति, अपि च तिङ् प्रत्यय अस्ति चेत् तिंशित् सार्वधातुकं सूत्रेण सार्वधातुकप्रत्यय अस्ति, सार्वधातुकार्धधातुकयोः सूत्रेण गुणकार्यं प्रसक्तिः. अत्र किन्तु अपित् अस्ति चेत् सार्वधातुकम् अपित् सूत्रेण निति च अस्ति, अपित् इत्युक्ते निद्वत् अस्ति, निद्वत् अस्ति चेत् निति च सूत्रेण गुणकार्यं निषेध. अत्र आहत्य ई तिष्ठति, ई योगः तस्, अत्र तस् सकार तिष्ठति न विभक्तौ तुस्माः सूत्रेण, तदनन्तरं सकारविसर्गः भवति इयोगतः इतः इति रूपं निष्पन्नं भवति. समीचीनं, सर्वे अवगतवन्तः खलु इयोगः तः इति इतः इति रूपं. कोऽपि प्रश्नः वा? अस्तु, तर्हि अत्र करपत्रे अन्ते अभ्यासः अस्ति, सर्वे गृहपाठरूपेण अभ्यासं कुर्वन्तु. तत्र भुवादिगणे, अदादिगणे, जुहोत्यादिगणे सर्वत्र केचन धातवः दत्ताः, तान् धातून् स्वीकृत्य तत्र कुत्र गुणकार्यं भवति, रूपं किं, विकरणप्रत्ययं योजयित्वा किं कार्यं भवति, तत्सर्वं लिखन्तु, एकवारं लिखन्तु करपत्रे. सूत्रं किं सर्वं लिखित्वा अग्रिमसप्ताहे तत्र तस्मिन् विषये चिन्तनं कुर्मः. अत्र इतोपि परिच्छेदद्वयमस्ति, तत् पठामः अत्र अग्रे. पठति अत्र शोभा भगिनी, पठतु. आं भगिनि, तथैव अदादिगणे रुद् धातुः, रुद् योगः तिप्, पुगन्तलघु उपधस्य च इत्यनेन सूत्रेण एकवचने उपधायाम् इकः गुणः रोदिति इति सिद्धम्. किन्तु द्विवचने तस् इति तिङ् प्रत्ययः अपित् अतः गुणनिषेधः, रुद् योगः तः रुदितः इति रूपम्. जुहोत्यादिगणे अपि तथा हु धातोः, जुहोत्यादिगणे अपि तथा हु धातोः द्वित्वं कृत्वा जुहु इति अङ्गम्. जुहु योगः ति गुणकार्यं जुहोति इति रूपं निष्पन्नम्. परन्तु द्विवचने जुहु योगः तस् जुहुतः अपित्वात् गुणा अभावः. तत्र अदादिगणे रुद् धातुः स्वीकुर्मः चेत् रुद् योगः तिप्, तत्र उपधायाम् उकार लघु ह्रस्व उकारः, तिप् इति पित्वं पित् अस्ति इति कृत्वा गुणकार्यस्य प्रसक्तिः, पुगन्तलघुपदस्य ह्रस्व उकारः अस्ति इति कृत्वा इति सूत्रेण उपधायां स्थितः इकस्य गुणः ऋकारः रोकारः भूत्वा रोदिति इति निष्पन्नम्. किन्तु द्विवचने तस् इति तिङ् प्रत्ययः अपित्, तत्र पित् इति नास्ति, अतः अपित् अपित् कुत्रापि भवति तत्र सार्वधातुकम् अपित् इति सूत्रेण गुणस्य गुणकार्यस्य निषेधः, अतः रुद् योगः तः रुदितः वर्णमेलनेन रुदितः इति एव भवति. जुहोत्यादिगणे अपि तथा एव हू धातोः तत्र द्वित्वं कृत्वा जुः इति अङ्गं भवति, जुः योगः ति अत्र गुणकार्यं भूत्वा जुहोति. तत्र तिप् धातु तत्र तु पाय् पा अस्ति, पित् अस्ति इति कृत्वा गुणकार्यं भवति, अतः उकारस्य ओकारः जुहु इत्यस्य जुहो, तत्र अनन्तरं वर्णमेलनं भूत्वा जुहोति इति रूपं निष्पन्नम्. परन्तु द्विवचने जुहु योगः तस् जुहुतः, किमर्थं चेत् तस् इत्यस्मिन् पित्वं नास्ति, अपित् अस्ति, अतः सार्वधातुकम् अपित् अपि च क्नीति च इत्यस्य द्वयोः सूत्रेण गुणकार्यस्य निषेधः, अपित्वात् गुण अभावः. तत्र एकः प्रश्नः भगिनि, द्वित्वं तत्र भवति, तत्र जुहु इति तु इगन्त अङ्गमस्ति, अन्तस्य एकः गुणः, जु अपि उपधायाम् उकारः अस्ति, उपधायां कः वर्णः अस्ति? जू, ओ क्षमताम्, हा इति अस्ति. अस्तु, अवगतं भगिनी. रोदिति कथं, रोदति इति भवितुम् अर्हति खलु. अत्र रोदिति तत्र इडागमः भवति भगिनि, प्रत्ययस्य इडागमः अस्ति, विशिष्टमस्ति. अस्तु, अदादिगणे तु साक्षात् धातोः उपरि एव कार्यक्षेत्रम् इति पठितवन्तः. अत्र रुद् योगः, अदादिगणे केचन धातवः सन्ति यत्र इडागमः भवति, प्रत्ययस्य विशिष्टकार्यमस्ति, अतः तस्मिन् विषये चिन्ता नास्ति. अत्र रुद् योगः इति अस्ति, तत्र इडागमः भवति, प्रत्ययस्य इडागमः, अतः इति तिष्ठति तत्र, रुद्योगः इति. अतः गुणकार्यं भूत्वा रोद्योगः इति, रोदिति, एवमेव रुद्योगः इतः इति अस्ति, अतः रुदितः इति. तत्र विशिष्टसूत्रमस्ति तदर्थम्, अतः तस्मिन् विषये चिन्ता नास्ति. अत्र गुणकार्यं भवति न वा इति चिन्तनम्, तत्र तिप् इति प्रत्ययः अस्ति, तत्र तु गुणकार्यं भवति, अतः रोद् इति भवति. रोद्योगः ति रोद् रोत्ति इति इति रोत्ति इति भवति, परन्तु तत्र इडागमः अस्ति इति कृत्वा रोदिति इति अस्ति. एवमेव रुद्योगः तः, तत्र इडागमः अस्ति इति कृत्वा तत्र गुणकार्यं न भवति, अतः केवलं वर्णमेलनं रुदितः इति रूपं. जुहोत्यादिगणे जुहूयोगः ति, तत्र तु हु इति अन्ते इकारः इक्वर्णः अस्ति, अतः गुणकार्यं सार्वधातुक अर्धधातुकयोः, यतोहि तिप् इति प्रत्ययः पित् अस्ति, अतः जुहोयोगः ति जुहोति. हा, कथं जुहु भवति इति इदानीं न वदामि, यतोहि तत्र बहूनि सूत्राणि सन्ति, वदामि चेत् क्लेशः भवति. हा, अत्र द्वित्वं भवति, तदनन्तरं तत्र अभ्यासकार्यं भवति, सर्वं भवत्वा तत्र सूत्राणि सन्ति, बहूनि सूत्राणि सन्ति. एवमेव जुहुयोगः तः, तत्र तु गुणकार्यं न भवति, निषेधः अस्ति, गुणनिषेधः, यतोहि अपित् अस्ति, अतः जुहुतः इति एव रूपम्. तर्हि सारांशः कः इति पश्यामः चेत्, गुणकार्यं कुत्र कुत्र भवति चेत्, प्रथमगणे, द्वितीयगणे, तृतीयगणे, अष्टमगणे, तनादिगणे, अपि च चुरादिगणे, वादिगणे, अदादिगणे, जुहोत्यादिगणे, तनादिगणे, चुरादिगणे गुणः भवति, अपरेषु गणेषु गुणः न भवति इत्येव सारांशः. तत्र सारांशः दत्तः अधोभागे, कृपया पठन्तु अपि च अभ्यासं कुर्वन्तु. अस्तु, अत्र स्थगयामः. कोऽपि प्रश्नः वा? कोऽपि प्रश्नः वर्तते अत्र? हरि ओम्. न विभक्तौ तुस्माः इति, तत्र तिङ्प्रत्यये कथं भवति? अत्र एते तु, एते तिङ्प्रत्ययाः तु विभक्तिप्रत्ययाः न सन्ति खलु? हा, विभक्तिप्रत्ययः न सन्ति इति वयं चिन्तयामः. अत्र लोके तथा चिन्तनमस्ति, सुप्रत्ययः एव विभक्तिः, प्रथमा विभक्तिः, द्वितीया विभक्तिः इति सर्वं सुप्रत्ययस्य विषये एव वदामः, सुबन्तं पदमिति एव वदामः. परन्तु व्याकरणे तिङ्प्रत्ययानामपि विभक्तिसंज्ञा अस्ति. ओहो, एवं वा. विभक्तिश्च इति सूत्रेण तिङ्प्रत्ययः सुप्रत्ययः, तिङ्प्रत्ययः सुप्रत्ययः, तेषां सर्वेषां विभक्तिसंज्ञा अस्ति. अस्तु, धन्यवादः. इतोपि एकः प्रश्नः, अत्र तु अष्टादशः तिङ्प्रत्ययाः सन्ति इति उक्तं, केवलं लट् लकारं स्वीकृत्य, किमर्थं दशसु लकारेषु एवं न भवति? किं दशसु लकारेषु वा? आम्. हा, तत्र अत्र एते मूलप्रत्ययाः, तत्र लकारं निमित्तीकृत्य प्रत्ययस्य उपरि आदेशाः भवन्ति, अतः भिन्नभिन्नलकारेषु प्रत्ययः, सिद्धप्रत्ययः भिन्नाः. यद्यपि एते मूलप्रत्ययाः, तेषां स्थाने भिन्नभिन्न आदेशाः भवन्ति, तेन लकारं निमित्तीकृत्य भिन्नभिन्नप्रत्ययाः दृश्यन्ते. अधुना अत्र यत्र अङ्गे गुण भवति, एतत् सर्वं भिन्नषु लकारेषु भिन्न भिन्नरीत्या भवति वा इति वा? भिन्नषु भिन्नेषु लकारेषु अपि गुणकार्यं भवितुमर्हति, तत्रापि तत्र पुनः चिन्तनीयं, पित् अस्ति वा, पित् अस्ति वा इति सर्वं चिन्तनं तु समानमेव. अपरेषु लकारेषु अपि चिन्तनं समानम् एव, परन्तु तत्र एतेषु प्रत्यय एतेषां प्रत्ययानां स्थाने भिन्न आदेशाः भवन्ति. यत्र झी इति प्रत्ययस्य स्थाने अन्ति इति भवति खलु, सिद्धरूपं पठन्ति, अन्ति इति आदेशः, तर्हि तत्र अन्त आदेशः भवति. एवमेव अन्यत्र अपरेषु लकारेषु अपि भिन्नभिन्नकार्याणि भवन्ति. परन्तु तत्र मूलसिद्धान्तः गुणकार्यस्य विषये तु समानमेव सर्वत्र. ओ अस्तु. तर्हि उदाहरणार्थं किमर्थम् एतत् भिन्नलकारं न स्वीकृतं, केवलं लट् लकारस्य एवमेव वा? न, अत्र तु अस्माकं प्रारम्भिकस्तरीयवर्गः अस्ति खलु, क्रमेण गच्छामः. तत्र सर्वम् अत्र एव प्रदर्शयामः चेत् क्लेशः भवति इति कृत्वा केवलं परस्मैपदिधातूनां रूपं स्वीकृत्य उदाहरणार्थमेव तत्र तिङ्प्रत्ययस्य विषये उक्तं खलु. अत्र अदादिगणे इति धातुः अस्ति चेत् तत्र परस्मैपदिरूपं किं भवति इति उदाहरणार्थं तत्र तिङ्प्रत्ययः के इति उक्तं. परन्तु अत्र अस्माकं मूलविषयः तिङ्प्रत्ययानां विषये नास्ति, अतः तत्र सम्पूर्णतया न दत्तम्. अग्रिमकरपत्रेषु तत्र वयं द्रष्टुं शक्नुमः. अग्रे आयास्यति सम्पूर्णविवरणम्. अग्रे आयास्यति. धन्यवादः महोदय. धन्यवादः, चिन्ता नास्ति. अस्तु, तर्हि अत्र स्थगयामः. नमस्कारः. धन्यवादः भगिनि. नमस्कारः. धन्यवादः भगिनि. नमस्कारः. धन्यवादः.